नम सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिसूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ऐ उन ऋलृक् इयौङ् अयौ च अयवरट् लण् जमगणनं झवै घटदश् झपगणदश् कफचटतचटतौ कपै षषसर् हल् इति प्रत्याहारसूत्राणि इति उषा भगिनी समाससूत्राणि पठतु। आं महोदय। तत्पुरुषः द्विगुश्च द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलह निपुणमिश्रश्लक्षणैः कर्तृकरणे कृताबहुलं कृत्यैरधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी ततर्थार्थ बलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढ मुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थ उत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैं विशिष्टेन अनैं सन्महत् परम उत्तम उत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोक कतिपयगृष्टिधेनुवशा वेहद्वष्कयणी प्रवक्तृश्रोत्रियाध्यापक धूतैर्जातिः प्रशंसा वच्नैश्च युवा खलति फलितबलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोत्तरम् एकदेशिना एकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नैं ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगदिप्रादयः उपपदम् अतिं अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच तत्पुरुषस्य अङ्गुलेः संख्याव्ययादेः अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह्नोन्ह एतेभ्यः न संख्यातेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यष्टच् गोः अतद्धितलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुणः उपमानाद् अप्राणिषु उत्तरमृगपूर्वाच सक्नः नावो भिगोः अर्धा च कार्याः प्राचां द्वितृप्याम् अञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्याम्। धन्यवादः महोदय। अत्र तृतीयात्तत्पुरुषसमासस्य विषये सूत्रद्वयमेव प्रामुख्यमस्ति, कर्तृकरणे कृता बहुलम् एवं पूर्वं यत् पठितं तत् सूत्रमस्ति। कर्तृकरणेन गुणवचनेन तृतीया तत्कृतार्थगुणवचनेन इति पूर्व अत्र सूत्रमस्ति। पूर्व पर न पूर्वसदृशसमोनार्थकलहनिगुणमिश्रश्लक्ष्णैः इति पृथक् पृथक् पदत्तमस्ति कृत्वा तृतीयान्तसुबन्धेन सह समासं भवति एतानि सदसान् सुबन्धानां। तत्र केवलं समोनार्थ इति पृथक् अर्थसहितपदं दत्तमस्ति इति कृत्वा ऊनार्थ इति पदं पृथक् दृष्ट्वा समानार्थ ऊनशब्दानां ग्रहणं भवेत् इति अर्थः। समः तत्पूर्वं दत्तमस्ति इति कृत्वा अर्थस्य अतः ऊन केवलम् ऊनशब्दस्य एव अन्वयं करणीयम् इति एकं विशेषमस्ति। तत्पूर्वं यत्र गोमती भगिनी, यु हेड् सम् क्वश्चन् आन् दिस् कृत्यार्थेन। नमस्ते विजय भगिनी। गोमती भगिनी, यु सेड् यु हेव् सम् क्वश्चन् आन् दिस्। Yeah, I am getting confused between Tritiya Tat Kridarthena Guna Vachanena and Tritiya Kartra Karane Krita Bahula. Say for example, Churikaya Khandaha and Haripradaha. Haripradaha. Now Churikaya Khandaha, both are in Tritiya Vibhati, Harina Pradaha, Churikaya Khandaha. And हरिणात्रातः भक्तः चुरिकया खण्डः किमपि शाकं किमपि वस्तु वस्तु या मनुष्यः देवदत्तः कोऽपि अत्र भेदः कः भूतारिं तान्तं वन् इस् इन् गुणवचनेन दट् इस् ओके ऐ अण्डर्स्टाण्ड् खण्ड इत्युक्ते तत् गुणवाचकः अस्ति चुरिकया खण्डः खण्डशब्देन किमपि वस्तुना खण्डनम् अभवत् इति तत्र उक्तम् परन्तु रूपं तु चुरिका खण्डः हरित्रातः हरित्रात इति कर्तृकरणे कृता बहुलस्य उदाहरणम् अत्र किम् अवधेयम् इति कृत्वा यत् करणेन कृतम् इति उक्तत्वात् कोऽपि भवितुमर्हति। एकं करणमस्ति, तेन कृत कार्यं यद्भवति तत् उत्तर तत् पदं भवति करणेन कृतम्। किन्तु करणेन कृतेन कारणेन तस्य गुणसंज्ञा भवति, यत्र गुणसंज्ञा भवति तत्र तत्कृतार्थेन गुणवचनेन इति सूत्रेण एव भवति, गुणवचनं भवति। यथा शङ्कुलाखण्डः इति पदे, शङ्कुला इति तृतीयान्तं पदं, खण्डः इति गुणवचनशब्दत्वेन सह समस्यते। किन्तु शङ्कुलेन खण्डः इति गुणवचनं नास्ति, शङ्कुलया छेद्य शाखा, तत्र शाखा खण्डः न भवति, गुणं नास्ति तत्र, गुणं न गुणवचनं न भवति न। दिस् इस् दट् हियर् इ बोत् द केसस् दिस् इस् द कारणवत् शङ्कुलया खण्डः इस् अ गुणवचनं विच् इस् आन् द देवदत्ता और् शाखा वट् एवर् मे बि दट्। सो वाट् हेपन्स् इस् दिस् इस् अ गुणवचनसहित समासः भवति, किन्तु इफ् यु गो टु द अदर् रामेण लिखितं कविता, सो रामलिखितम् इति हस्तेन लिखितम्, ओके हस्तेन लिखितं कविता, हस्तलिखिता कविता इति रूपं सिद्ध्यति न, तत्र हस्तलिखिता इति कवितः गुणवचनं न भवति इति अहं चिन्तयामि। तत्कारणेन उभयत्र पृथक् सूत्रस्य आवश्यकता अस्ति। अस्तु अस्तु, एक्चुलि गुणवचनम् इत्युक्ते किं महोदय? इट्स् ए विशेषणं, लैक् समथिङ्ग् लैक् ए विशेषणं। देवदत्ता इस् वाट् इस् देवदत्ता इस् इस् द वन् हू गोट् अ कट् मार्क् आन् हिस् बाडी बिकास् आफ् ए नैफ्। सिमिलर्ली हरित्रातः, त्रातभक्तः, सो भक्त इस् आल्सो ए विशेषणं न? नो, भक्तः यु केनाट् से you know all bhaktas are haritrata, you don't use that in a general term, no, it's as a visheshanam. So now here you are using as a visheshanam for devadatta, whereas there bhakta is a general term, no, maybe a general term, but at this particular instant, at the particular moment, I am calling that bhakta as haritrata. So what is the difference? That is, no, when devadatta is cut only we call devadatta, no, as cut. Bhagini, if you say Haritrada Devadatta, then it becomes a Gunavachana. But if you say Haritrada Bhaktaha, it is not a Gunavachana. Even though Devadatta and Bhakta are same, one is a Samanyam, Samanyadam, and the other one is a Visheshana Svabhav. Devadatta is a Visheshana, Visheshana, it's a special word, Devadatta, but महोदय, ऐ थाट् द्रव्यस्य गुणः इस् वाट् इस् इण्डिकेटेड् बै द गुणवचन. शङ्कुलस्य गुणम् इस् द खण्ड, वेरस् लैक् हस्तेन लिखिता, हस्तलिखिता, हस्तलिखिता इस् द हस्ता केन् रैट् आर् हस्ता केन् डू सम् अदर् जाब् आल्सो, सो दट् देर् इट् इस् नाट् अ गुणवचन, देर् इट् इस् one of the gunavachana, whereas shankula in my opinion would be the main of it is mandli guna, the mandli guna is khanda, so the shankulasya gunaha is what is indicated by the gunavachana. No, Bhagini, gunavachana is not on shankula, it is on khanda. What is mean is a qualification. Guna means, yeah, is a qualification, yeah, but shankulasya, so, shankulasya guna न, खण्डः इति गुणवचनम् अस्ति, गुणवचनं केन प्राप्तं? शङ्कुलया प्राप्तम् इति कृत्वा शङ्कुलया खण्डः इत्यत्रे खण्डः इति गुणवचनम् अस्ति, तस्य गुणवचनस्य प्रभावं कथं भवति इति इति चिन्तयेत् चेत् शङ्कुलया खण्डः इति कृत्वा खण्डः इति गुणवचनं भवति, तत् शङ्कुलाखण्डः इति समस्तपदं देवदत्तः इति केचन पुरुषस्य विशेषणं भवति, विशेषणं भवति, आं महोदय। किन्तु हस्तलिखिता कविता, अत्र कविताः विशेषणं हस्तलिखितं, हस्तेन लिखितम् इति कारणेन गुणवचनं न भवति। कविता कविता इति इफ् यु आर् टेकिङ्ग् पोयट्रि अस् एत् इट् केन् बि रिटन् बै हेण्ड् और् इट् केन् बि बै टोल्ड् बै मौत् रैट् और् ऐ थिङ्क् दट् वे सो इट् इस् नाट् अ स्पेसिफिक् गुणवचन विच् इस् कमिङ्ग् औट् आफ् दट् and kavita is a general term but instead of that valmiki rachita ramayana valmiki rachitam ramayanam if you are taking that then it will be tat kudakritartha gunavachanena will be the way it will be because it is specific amare I mean, is there any doubt on that, Gomiti Bhagini? Somehow I am feeling a bit restless because it is a general term. I am not able to understand that, Mahodaya. Kavita, because we have used it in many sentences, isn't it? With all vibhaktis. Tatra we never used Gitanjali or something like that. We never used any name or sajna of the kavita. Right. But so, Shankulaya Khandaha Devadatta also we are not bringing Devadatta. It is understood Devadatta. Tadeva, Tadaiva, Tathavi understood na kimapi kavita iti. Tatra gunavachanam, the meaning, it's not, I don't know, I just depended on this class. I still am not very clear. Tadeva mama prashna akshamyatam vilambe nagatavati. Gunavachanam, yukte kim iti eva spashtam nasti manasi mahadaya. Ekam nipsam, let me check in the kosha. Gunavachana, what Vachaspadiyam says is, Guna Muktavan Vachaha, Kartari Bhute Liu, Iti Pratyasya, Yojanena Gunavachanam Bhavati, Gunavada Dravya Vachake Shukladau Shabde. So, qualification which comes on a word, due to a quality, is what is called Gunavachanam. अत्र विशेषणतया गुणवचनेन एव तदात्वं तेन गुणवाचि गुणिवाच त्वे सति गुणवाच त्व देन् यु गुणवाच प्लस् त्वान्त इफ् यु हेड् दत्त्वा देन् गुणवचन वाचकत्वम् एण्ड् गुणवाचकत्वम् ईस् गुणवचनत्वम् That is what I don't have doubt there. There I am able to understand. It is that khandha, that portion is having that gunam. It is cut into pieces. So right. It is chilikaya khandha. So that is okay. But Rama likhita, then it hasta likhita kavita. I'm not able to understand hastalikhita kavita. Tata hastalikhita kavita kavitayam abhi kimapi gunam bhavati va guna vachana bhavati va tatra de karane tritiya rai kartr karane krita bahulam kartr karta kartr karane krita aya na karta athava karana becomes a cause for a krit pratyanta vajanam then kartra karane tritiya sutram will apply is it whereas if the karanam creates a gunam on anything which is your, I mean, which is what you call, which identifies it from the rest of the things, then the attribute or the adjective on that vachana, on that shabda, is called a guna vachana. So the difference between the two is, one is, it is not creating an additional quality for it, as not as a guna vachana, which it makes it different from others. One is by the action of a karana, and a guna is permanently made on an object, then it is called a guna vachana. These are the two differences which I can understand it. Because in both the cases, how do we, we'll have to go through the Mahabhashya and then find out whether this is it. If I start reading Mahabhashya, I will forget whatever I understood in the simple Sanskritam also. I am not able to understand Mahabhashya Pasha. That is my problem. If anyone can understand it, it is okay. I am not. Yeah, I think that's there. Kartru karane yoho tritiya ityatra kleshaka kim gopti gomati bhagini antara samyaktaya uktam eva kalu kartri karane cha tritiya vibhakti ki suchiyati tatra devadattena kritam iti karyam devadattena kritam tavadeva kalu ji atra. Yeah, see, if you have tat krit, you can see the screen, no? Tritiya tat kritartena gunavachanena sutram, what Kashika says is सुप्सुप इति वर्तते तस्य विशेषणम् एतत् तृतीयान्तं गुणवचनेन अर्धशब्देन च सह संस्यते तत्पुरुषस्य समसो भवति किं कीदृश कीदृशेन गुणवचनेन हियर् इस् द एक्स्प्लेनेशन् वाट् टैप् आफ् गुणवचन तत्कृतेन तदर्थकृतेन तृतीयार्थकृतेन इति सव्यावत् Examples are the same, Sanglaya Khandaha, Kirina Kanaha, Artha Shabdena. Now, if you look at the Siddhanta Kaumari, what does it say? That Tritiyantam, Tritiyantartha Krita, Guna Vachaneyan Artha Shabdena Cha Saha Pragvat Yata Uttam Pruguvam. Now, here, this is where I look for my meaning explanation. Actually, Mahodaya, I don't have any problem in understanding that Gunavachanena and Tritiya Tatkrutarthena Gunavachanena. That I have no problem with that sutra. My problem is comparing Kartrakarane Krita Bahula. Kartrakarane Krita Bahulam Atra Api, we use Ta Pratyaya. That is what we were told mostly. Though it is said, right. Krita, we use Krita. Here also Karta is Kritiya Vikrityam Eva Uktam. Gunavachanam doesn't happen there. That only, that is Hastena Likhita Kavita. Tatra, just Gunavachanam doesn't happen there. If that is clear, this thing is clear to me. See, what does it say? Krit pranena pratyata pratyasya eva grihyate. Bahula bhashyam. Ataha tandam eva ata aharati. Harina trataha iti. Palida ityartha. So here, what is that? Harina trataha, it doesn't become a gunavachana. It's only, what is the meaning? Palida ityartha. ननु कृतन्तस्य समर्थविशेषणत्वे अपि समासप्रत्ययविधौ तदन्तविधि प्रतिषेध नखार्भिन्नः इत्यत्र न स्यादित्यतः नखनिर्भिन्नः इत्यत्र न स्यादित्यतः आह तदन्तविधि प्रतिषेधे प्रतिषेधात् नखनिर्भिन्नः इत्यत्र न स्यादित्यतः सो नखभिन्नः वाट् हेपन्स् इस् in the earlier case kanguleya khandaha, same way nakabhinnaha naha nirbhinnaha, both the cases what happens, that the guna happens on the object. True. Yeah. Right? यथा नखनिर्भिन्नः अथवा शङ्गुलया खण्डः, इफ् यु आर् यूसिङ्ग् दीस् थिङ्ग्, देर् इस् ए रिसल्टेण्ट् आब्जेक्ट् विच् हेस् अ गुण आट्रिब्यूटेड् आर् यु नो फालिङ्ग् आन् द आब्जेक्ट्. नौ नखनिर्भिन्नः मीन्स् दट् आब्जेक्ट् हेस् गोट् अ मार्क् आफ् द नेल्स् or Shanguleya Khandaha, then that object has got the mark of the knife. So that object is qualified, become an with an adjective which is called Shangula Khanda or Naganirbhinna. Whereas when we use Harina Trada iti artham kimasti palida iti artaha, there the guna vajana doesn't happen, it is not a qualification of the qualifying word. Haritrada iti gunavachanam nasti, kevalam visheshanam adi, gunavachanam or visheshanam, you have to make the difference between the two. Gunavachanena gunattum, you know, is attributed on the object, whereas visheshanam is an adjective only. It can be any adjective, need not be guna alone. Now palida ityarthe, is it a guna on any object? No, it is a general term. No, it's a general term. Because you cannot that quality is not attributed on to the object. It doesn't remain as a permanent mark on the object or a permanent qualification on the object. If it remains as a qualification on the object, then you can say gunavachana. So for example, let us take this Nakha Nirbhinnaha Gunam, if it is on a body, that will remain, you cannot undo it. Whereas Haritrada, when Hari has saved him at a particular instant, that doesn't mean that it's a permanent mark on him. If he does, if he goes and does any other law, that Hari. That is why the gunavachana and visheshana difference, we have to find out difference between the two. Astu. Is it okay, Gandhibani? I'm thinking more about it. If it is not clear, we have the evening. Otherwise, let me just try to digest whatever you said. If you want to ask Vidyagini, you should ask her this way. Bhagini, gunavachanam and the visheshanam. Tayoho bhirdeta. Don't the sutra refers to the sutra. Because evening, if it is clear to me, there is no problem at all. I don't want to take the time of the class so much, Mahodaya. We can proceed. Now, whatever you said, I will think about it and then let me see. Bhavatyaha prashnaha kim bhagini, aham api na avagatam. Prashnaha kim bhagini. Na, bhagini, gomati bhaginiya samsham asti. Pratham ekam sutram asti, tritiya tatkaradartha gunavachanena. Tatra gunavachanena iti uktatvat, tritiya subandena krita tvat gunavachanam bhavati ekam. किन्तु अन्यसूत्रमस्ति कर्तृकरणे तृतीया बहुलं, तत्र करणेन कृता इति दृश्यते, तत्र गुणवचनं किं न भवति इति. अवगतं वा? I understood the question, but that is where I what I understood is that we have to make the difference between gunavachana and visheshana. If that is clear, then gunavachana has got a very specific meaning, whereas visheshana is a any attribute. It need not be just caused by a karana, it can be anything also. But in that case, second sutra where the kartra karane tritiya bhulam iti karanena krita pratyena yojanena tritiyantam bhavati iti tatra visheshanam bhavati va gunavachanam bhavati va iti eva prashnam astu. So गुणवचनेन उच्यते अपि. किं किं पुनः वदतु? गुणवचनः इति एकः पङ्क्तिः अस्ति खलु. गुणवचनः अनन्तरम् एतत् किञ्चित् एतत् विषये उक्तमस्ति वा? गुणवचनः अनन्तरम् अन्य अधः एकः अपि पेराग्राफ् अस्ति, पङ्क्तिः अस्ति, न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते इति. These two things, maybe. Mahathir, I was just searching online for Guna Vachanena. So found this fine reinterpreted. It's on Google Books. I don't have the entire book. But Tritiya Tritkitartheva Guna Vachanena. The explanation is in English, which I found clears a few doubts. A word with the third case affix is compounded optionally with a guna vachana resulting from the action of the tritiyanta word and with the word artha, a subanta. The compound is called tritiya tatpurusha, kirina kanaha, kiri kanaha, blinded by a bow. Gunavachana is a word that first denotes an attribute and then the person possessing the attribute. Right. Gunam uktavan gunavachanaha. Such is the word kanam, which means a person qualified by kanatva, blindness. Kanatva vishishtaha purushaha, dhanye nārthaha dhanyārthaha. The purpose to be affected by dhanya or corn. But for akshna kanha, we would not have the compound word akshi kanha. For kana is not here tatkrita gunavachana, kanatva. Blindness is not caused by the eye, rather it is an attribute of the eye. And what about the tatkrita that I defined? I was just sitting on this gunavachana. I'll try to find that as well. There is no ambiguity about tritiya tatkritarthena gunavachanena. That sutram is very clear. Mine is just comparing haritrataha churikaya khandaha. Just a comparison. Churikaya khandaha devadattaha. ओके देवदत्तः दच्छुरिका गुणम् अभवत् सो तत्र तृतीया तत्कृतार्थेन गुणवचनेन कार्यं करोति. अत्र तृतीया कृत त्रियत बहुलं तत्र अपि हरित्रातः भक्तः तत्र गुणवचनं न भवति. वि नो बट् ऐ एम् नाट् एबल् टु पुट् इट् इन् वर्ड्स् how that gunavachanam doesn't come there. Otherwise, both the sutras, the working pattern is the same. Tritiya subandha padam, ta padandena samasyate. प्रथम गुणवचनं कम्स् औट् नैतो अर्थ कम्स् औट् हियर् डसन् कम् औट् सो दट् इस् अ कन्फ्यूशन् हस्तेन लिखित चुरुकया खण्डः वन् थिङ्ग् इस् वेरि क्लियर् that guna vachana is a guna happening on an object which makes it identifiable because of that action which has happened on because of a tritiyantam subandham like harina khana whatever may be that in the case of harina tradaha that gunatvam you cannot see on the object there is no gunatvam you can attribute on the object because of which gunavachana is not there that is why it is called a visheshana visheshana is a adjective whereas gunavachana is an attribute so difference between attribute and adjective is what is to be understood yes mohdev I am very sorry but I am taking too much of the class time others must be getting bored from here no why is this we are also getting some information we are all see we should yes. also understand we have a samanya nyaya sthunagana nyaya if you want to put a pillar or a sthanu on the earth you will hit it shake it pull it out again hit it pull it shake it pull it either until the time you cannot pull it out that is when you succeed in your completion of the skill putting the pillar on the post that is the example is called sthunagana nyaya same way unless such complicated or the way in which different thinking comes from the all of us you know the clarity of the sutra can be always misguiding to us so if somebody suddenly asks if we have not discussed this and somebody asks okay but then what is the difference between gunavachanena and karaneena krita then we will be in soup no unless we have ourselves made it clear to us so the question don't think we are taking time out of that actually speaking today there was not much to be discussed because Bhagani has not moved forward other than you know discussing the tatkriya karana kartra karane tridya bahulam but she has added some more paragraph into the you know web page some more words paragraphs she has added so I thought we will go through that but that is not that she will be anyway going through today evening with that because anything when she adds something new she will go through it again Mahodaya can it be like that see yeah. we cut something with a knife we get pieces we call the pieces by the earlier sutram gunavachanena those pieces they are mentioned there by that sutra so the pieces are separate but here right. harina tratha bhakta is not a separate like you know when hari is doing the raksha of the bhakta I got where you are making the bhakta I got where you are making I got where you are making the mistake now yeah. Nakanirbhinna Churikaya Khandaha, in that one, what happens is that you are seeing that as an effect of a Kriya. Same as the Harina Trada. The effect of a Kriya is you are seeing only that aspect. But what you have to see further is that, is the attribute, is that action of the Kriya, creating an attribute on the object to identify it. If the Naga Nirbhinna or Churikaya Khanda, then you can see that the cut knife mark on the guna, on the vachana, on the padartha. Whereas Harina Trada, can you see that guna on an object? Yes, Mahodaya. yeah. You cannot clear. See it. Hmm. Yeah. So, guna vachana is because the guna remains on the object, whereas karaneena krita it is an visheshana of a person, but the of the kriya effect is not seen on the individual to call him by that adjective. The effect of is something which will be seen on the individual, for maybe he might have gone through that, but that guna is not on the object. Yeah, got it. Yeah, thank you. Yeah, it's clear. Thanks. Anyway, so in the Kartra Karane Kritiya Bhavanam, we'll go to that. Gitanjali Bhagini, if you, do you have any doubt, any questions? Because you had missed some classes, so I was wondering whether you are caught up with that. I am working on it, Mahodaya, but it's, everything helps. Today's discussion was very helpful, Mahodaya. I was very confused about this guna vachana. I was actually very confused. So today is helpful, Mahodaya. Dhanyavada. Okay, because I knew that you had missed some classes because you were traveling, so yes. I was wondering whether you caught up or not. Dhanyavada, Mahodaya. Vijay Bhagini? I'm not really fully well. I'm still having a cough and so I have to cough a little bit. Yeah. Take care, Ji. Thank you. Gitanjali Bhagini, Kartra Karane Krita Bahulam Iti Arabhya Patatu. Patami Mahodaya. Kartari Karane Chaya Trichya Tadantam कृदन्तेन सह बहुलं समस्यते तत्पुरुषश्च समासो भवति कर्तरी या तृतीया विभक्तिः करणे वा या तृतीया विभक्तिः विभक्ति सा कृदन्तेन बहुलं समस्यते कर्ता च करणञ्च तयोः समाहारद्वन्द्वः कर्तृकरणं तस्मिन् कर्तृकरणे कर्तृकरणे सप्तम्यन्तं कृता तृतीयान्तं बहुलं प्रथमान्तं त्रिपदम् इदं सूत्रम् सुभामन्त्रिते पराङ्वत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलमिति शब्दस्य ग्रहणम् अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति तत्पुरुषः इत्यस्य अधिकारः तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं कर्तृकरणे तृतीया सुप्कृता सुपा सह बहुलं तत्पुरुषः समासः अत्र इति कर्तृकरणे तृतीया बहुलम् इति सूत्रस्य विवरणं दत्तं तत्र बहुलं तु इत्युक्ते विवक्षानुगुणं तृतीया विभक्ति भवति कर्तृ समस्यते वा करणे समस्यते इत्युक्ते द्वयोः किं स्थितयोः द्वयोः अवसरे इति द्वयोः कथं वदनीयम् अवसरयोः इति बहुलम् इत्युक्ते विवक्षा अस्ति इति इत्यनेन समस्यते तृतीया योजनेन महोदय क्षम्यताम् अहं स्पष्टतया न चिन्ता मास्तु भगिनि. सर्वदा एकं मनसि अस्ति चेत् अर्थबोधनं सम्यक् भवति. अनुवृत्तिसहितसूत्रस्य विवरणं कथं ददामि इति मनसि चिन्तयतु. सूत्रस्य प्रसक्तिः तु अनुवृत्तिसहितसूत्रे अस्ति इति. अनुवृत्तिसहितसूत्रं कथं विवृणोति अस्मिन् सूत्रस्य अर्थम् अपि जायते. यत्र सूत्र अनुवृत्तिसहितसूत्रं किं वदति, कर्तृकरणे तृतीया सुप् इति प्रथमं भागम्. इत्युक्ते कर्ता अथवा करणं तृतीयान्तम् अस्ति चेत् तत् सुबन्धं, यत् कर्त सुबन्धं तृतीयान्तं, करणसुबन्धं तृतीयान्तम् इति प्रथमभागम्. कृतासुप इत्युक्ते तत् कृतान्तं सुबन्धं, तु सुबन्धद्वयं प्राप्तं. प्रथमसुबन्धम् अस्ति कर्तृ तृतीयान्तं, करणतृतीयान्तम् अनयोः. कृत् सुपः कृदन्तं सुपासः तत्पुरुषसमासः भवति. बहुलम् इति पृथक्त्वा दत्तमस्ति, तस्य विवरणम् अग्रिमपरिच्छेदे दत्तमस्ति. इति कृत्वा वेन् यु हेव् ए कर्तृपदं विच् इस् इन् तृतीया वित् कृता कृदन्तम् और् करणपद करणवाच शब्द सुबन्धं विच् इस् आल्सो इन् तृतीयान्तं, दट् वित् कृत् सत्कृत् सुबन्धं you get, if you samartam, if you do the samasa, you get a tridiya tatpurusha samasa. That is the meaning, how we have to arrive at the meaning. Always, that is the way in which I study my sutras. That's anuvritti saitha sutram, if you can remember it, then the sutra meaning will come out immediately. Avagatam Bhapagani? सत्यं महोदय, धन्यवादः महोदय, सम्यक्तया पुनः वदतु महोदय. नमस्ते अर्णभगिनी. कृत्करणे तृतीया सुप् इति प्रथमभागम् अनुवृत्तिसहितसूत्रे. तत् किं वदति, कर्ता तृतीयान्तं सुबन्धम् अथवा करणं तृतीयान्तं सुबन्धम् इति पदद्वयम्. तत् केन सह समासं भवति, कृतासुपा इत्युक्ते कृतन्तं सुबन्धं सह तत्पुरुषसमासः भवति. इत्युक्ते कृतन्तं पदं कर्तृतृतीयान्तं पदत्वेन सहितम् अथवा करणतृतीयान्तं पदेन सह समस्यते चेत् तत्पुरुषसमासः तृतीयान्त तत्पुरुषसमासः भवति इति. अवगतं महोदय. अत्र बहुलम् इति विषये शर्मला भगिनी पठति वा भाष्यकारस्य मनसा. भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत इति शब्देन केवलं कप्रत्ययस्यैव ग्रहणं भवति. अतः केवलं कप्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते. अत्र बहुलमिति शब्दस्य तु अनेके अर्थाः सन्ति. अस्मिन् सूत्रे भाष्यकारः वदति बहुलम् इति शब्दस्य अर्थः कृत् प्रत्ययान्त शब्दस्य एव ग्रहणम्. अतः बहुधा उदाहरणानि अपि तादृशानि एव सन्ति. बहुलम् इति यतोहि कृत् इति सूत्रे अस्ति इति कारणतः कोऽपि कृतन्तं भवति वा इति संशयं जाते सति भाष्यकारस्य मतेन सा प्रत्ययस्य एव ग्रहणं भवति. इत्युक्ते यु शुड् यूस् ओन्लि सा प्रत्ययान्त ओन्लि. बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति. क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव. विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति. सूत्रप्रवृत्तियोग्यस्थले तु भवतु तु भवति, कुत्रचित् प्रवृत्तियोग्यस्थले अपि भवति, प्रवृत्ति अयोग्यस्थले अपि भवति, क्वचित् सूत्रप्रवृत्तियोग्यस्थले अपि न भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् भिन्नमेव भवति. अर्थात् निर्दिष्टार्थातिरिकार्थे अपि भवति. बहुलम् इति शब्दस्य योगार्थः अस्ति बहून् अर्थान् लाति स्वीकरोति इति, अनेकान् अर्थान् प्राप्नोति इति. बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति. कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति, कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति, कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति, निर्धारितार्थं विहाय अन्यः अर्थः. अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थ स्वीक्रियते. यदा बहुलम् इति शब्दः व्याकरणे उपयोगं बहुलम् इति शब्दस्य उपयोगमस्ति, तत्र अनेके अर्थाः सन्ति. कुत्रचित् विभाषा इत्युक्ते विकल्प इति अर्थः अस्ति, कुत्रचित् नित्यं भवति इति अर्थः अपि अस्ति, अपि च कुत्रचित् यः निर्धारित अर्थः अस्ति तं विहाय यः अर्थः अस्ति तस्मिन् अर्थे भवति. सो इट् हेस् बेसिकलि लाट्स् आफ् डिफ्रेण्ट् मीनिङ्ग्स्. Depends, we have to depend on the bhasha to determine what bahulam means in that particular context. Usually bahulam means vikalpa. Bahul arthan lati iti bahulakya mean is how it is explained. Bahulan bahul arthan lati iti bahulakya. Now what happens is this sutra प्रवृत्तियोगस्थले तु भवति. वाट् इस् सूत्र प्रवृत्तियोगस्थले तु भवति, दट् वी आल् नो दट् देर् इस् ए पर्टिक्युलर् प्लेस् वेर् द सूत्र केन् बि अप्लैड्. कुत्रचित् प्रवृत्ति अयोग्यस्थले अपि भवति. नौ इवन् दो देर् बहुलम् इव् इस् देर् इन् द सूत्र, इट् नीड् नाट् बि रेफरिङ्ग् टु दट् प्रवृत्ति, बट् प्रवृत्ति अयोग्यस्थले where the pravritti is not happening, that place also, the sutra can be applied. Kutra, kvachit, sutra pravritti yoga stale api na bhavati. What does it mean? Kvachit, sometimes, sutra pravritti yoga stale api na bhavati. It is by nisheda, for like, it acts as a nisheda sutra in some places. Some places it defines a restriction, like ta pratyayam bhavati in this particular sutra. Let us say sutra pravritti yoge tu bhavati, it is saying that taanta padam ityukte kritpratyaya krita bahulam, krita bahulam ityuktatvena kritpratyasya sampurna kritpratyanam bhavitum arhati, kintu प्रवृत्तियोगस्थले तु भवति कृत्वा भाष्यकारस्य मतेन भाष्यकारः वदति बहुलम् इति उक्तत्वात् केवलं ता प्रत्ययस्य एव अत्र भवति. कुत्रचित् अयोग्यप्रत्यय प्रवृत्ति अयोग्यस्थले भवति, अस्य उदाहरणम् अधोभागे दत्तमस्ति. अधरमस्ति क्वचित् सूत्रप्रवृत्तियोग्यस्थले अपि न भवति. समटैम्स् इट् आक्ट्स् लैक् ए निषेधसूत्र, निषेध निषेधार्थकसूत्रं. कुत्रचित् विकल्पेन, इन् सम् प्लेसस् वर् द बहुला इस् मेन्शन्ड् विल् टेक् द मीनिङ्ग् आफ् अन्यतरस्यात्. So there are the four meanings which can give the Bahulam thing. Restricting, even though the sutras may be having a larger meaning of a word, but combined with the Bahulam word, you will restrict it to particular word. Some places which is there, example we'll see that will make it clear. It is not using particular combination. And certain places it is acting as a Nisheda Stutram, and some places it gives the meaning of Anyatarasya. That is why the Bahulam word has got many meanings in it. Vyakyaneshu, Gomati Bhagini Patativa, Vyakyaneshu Kutra, iti. Padhami, Vyakyaneshu Kutra, प्रकृतसूत्रस्य अपवृत्तिः इत्यस्य एकम् उदाहरणं दीयते बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र दात्रेण लूनवान् अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत् प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति प्रकृतसूत्रे बहुल ग्रहणात् तव तु शतृ शानच इत्यादीनां प्रबन्धानां योगे तु समासः न भवति अत्र द लास्ट् सेण्टेन्स् इस् मोर् इम्पार्टेण्ट् ऐ थिङ्क् प्रकृतसूत्रे दट् इस् अवर् सूत्रं कर्तृकरणे तृतीया बहुलम् इति सूत्रे तव तु शतृ शानच इत्यादीनां प्रबन्धानां योगे तु समासः न भवति सूत्रे तु उक्तं कृता इति शब्दः अस्ति कृता इत्युक्ते कृदन्तेन इति अर्थः भवति तो कृत् प्रत्ययः भवति तव तु शतृ शान च इत्यादि सर्वे कृदन्ताः कृत् प्रत्ययः सन्ति तेषां ग्रहणं न भवति इति अत्र वदति उदाहरणेन दत्तं दात्रेण लूनवान् लूनवान् इति तव तु प्रत्ययान्तेन निर्मितं पदं दात्रेण लूनवान् इति तदेव दृष्टं दात्रलूणम् इति समस्तपदं न भवति इति उक्तमत्र सम्यक् भगिनि तदेव तत्र उदाहरणम् अप्रवृत्ति दृश्यते अप्रवृत्ति मीन्स् इट् शुड् नाट् बि यूस्ड् इन् द तव तु प्रत्यय It is, that is why Bahulam has been. And for that reason only, Bhashyakara says only Tva Pratyaya Eva Asmin Sutre Prasakti Asti Iti. Now, Mahadeya, can I take a minute of the class, please? Please. To clear my earlier doubt, I think I got the, answer convincing me. It's like... See, Tritiyandam, Hetu Vachakam Bhaveta, then it should combine with a Subandam, then first Sutram, Gunavachanena Karyam Karoti. Tritiyandam, Hetu Vachakam Bhaveta, like Churikaya, whatever. Another, the second one is, Tritiyandam, Karta Bhaveta, ya Karanam Bhaveta, Kartratre Bhaveta, Karanarte Bhaveta. Anantaram, प्रत्ययान्तयोजने कृत्वा यद् पदं भवति तद् सो द डिफरेन्स् बिट्वीन् दीस् टु ऐ थिङ्क् इस् प्रथमम् इस् हेतुवाचकं तृतीयान्तं हेतुवाचकं भवति सेकेण्ड् वन् डसिन् इन्सिस्ट् आन् हेतु इट् जस्ट् शेस् कर्तार्थे भवति और् करणार्थे भवति इति एव सो द फस्ट् वन् यु नो विद्यामान्यः इति हेतु भवति फर् हिस् आदर् हौस् रेस्पेक्ट् इन् द सोसैटि द विद्या इस् द हेतु विद्यामान्यः इति अनन्तरं द सेकेण्ड् वन् रामेण हतरावणः तो राम भवति कर्त्रर्थ अर्थे रावणः भवति रामहतः कर्त्रर्थे रामहतः रावणं सूचयति So, this I think I am getting the answer that is what I told. the attribute is seen on the object, that is hetu, you know. That hetutvam is not seen on the object, then it is only a karanam. Kriya sujeti. Hetum na sujeti. धन्यवादः अत्र उषा भगिनी कर्त्रार्थे तृतीया रामेण हतः रामहतः रावणः कर्तरी तृतीयायाः कृतन्तेन सह समासः रामः योगः टा योगः हतयोगः सु इति अलौकिकविग्रहवाक्यम् कर्तृकरणे कृता बहुलम् इति सूत्रेण तृतीया तत्पुरुषसमासः रामहतः रावणः अस्ति रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि थप्रत्ययः कर्मार्थे अस्ति अतः रामहतः कः इति चेत् रावणः इत्यर्थः रामेण हतः इति विग्रहवाक्ये रामहतः इति समस्तपदं भवति रामहतः रावणः इत्युक्ते रामहतः इति कर्तरि तृतीयान्तसमासपदं भवति रामहतः रावणः कर्तरि तृतीया समस्तपदम् अस्ति चेत् कर्म एव एक्स्पेक्टेड् कर्म एव अपेक्षितं हतः इति तप्रत्ययान्तपदं तत्कारणात् कर्तरीपदं तप्रत्ययान्तपदेन समस्यते रामहतः इति शब्दः रामहतः इत्युक्ते रामहतः रावणः कर्मपदमेव अपेक्षितं भवति प्रक्रिया तु ऐ थिङ्क् वि आल् नो द प्रक्रिया पूर्व उपसर्जनं पूर्वपदम् एण्ड् देन् विभक्ति पर्वलिङ्गं तत्पुरुषयो पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः रामहतः इति समस्तपदं रावणः इति कर्मपदम् इति रावण हौ डु से रामहतः इति विशेषण पदम् अस्ति रावणः इति विशेष्यपदम् अस्ति रामहतः रावणः इति विशेषणविशेष्य रिलेशन्शिप् सम्बन्धः अस्ति चेत् रावणः इति विशेष्यस्य लिङ्गः पुल्लिङ्गः रामहतः एव विवक्ष रामहतः इति विवक्षा अस्ति रावणः इति पुल्लिङ्गपद अकारान्तपुल्लिङ्गम् अस्ति कृत्वा पुल्लिङ्गं समस्तपदस्य लिङ्गं भवति रामहतः धन्यवादः भगिनि अग्रिम उदाहरणद्वयमपि पठतु हरिणा त्रातः हरित्रातः हरिणा त्रातः गजेन्द्रः त्राणक्रियायां हरिः कर्ता हरिणा त्रातः अगे हरित्रातः हरि इति कर्तरि तृतीयान्तपदं हरिणा इति कर्तरि तृतीयान्तपदं हरिणा त्रातः इति हरित्रातः इति भवति त्रातः इति तप्रत्ययान्तपदं हरित्रातः इति कर्तरि तृतीयान्तपदं तप्रत्ययान्तपदेन समस्यते हरिणा त्रातः गजेन्द्रः इति विशेष्यं भवति हरित्रातः अथवा हरिणा त्रातः इति विशेषणं भवति गजेन्द्रस्य विशेषणं भवति त्राणक्रियायां हरिः कर्ता अत्र एकं प्रश्नं यदि उत्तरपदं द्रौपदी अस्ति चेत् कथं भवति हरित्राता द्रौपदी हरित्राता द्रौपदी, द्रौपदी इति श्रीलिङ्गं भवति, हरित्राता स्त्रीलिङ्गं हरित्राता. सम्यक्. अहिना हतः, अहिहतः किल्ड् बै अ स्नेक्, अहिहतः परीक्षित्. अहिना हतः इति व्यस्तप्रयोग, अहिना हतः, अहिहतः, अहि इति अहि इति कर्ता, अतः इति कृतन्तप्रत्ययान्तपदम्. अहिहतः इति भवति परीक्षित्, अहिहतः ओके, परीक्षित् इति पुल्लिङ्गम्, अहिहतः इति पुल्लिङ्गं भवति. अन्यैः पुष्टा, अन्यपुष्टा, अन्यपुष्टा फीमेल् कक्कु पिकि, अन्यैः पुष्टा पिकि, अन्यैः पुष्टा, अन्यपुष्टा पुष्टा इति भवति, पिकि इति स्त्रीलिङ्गम् अस्ति चेत् अन्यपुष्टा भवति, अन्यपुष्टा पिकि, अन्यैः पुष्टा पिकि. अत्र अग्रे पठामि, अत्र विभक्ति बहुवचनम् अस्ति, अन्यैः. आम् आम् महोदय, अन्यैः तृतीयान्त बहुवचनं. प्रातिपदिका इस् अन्य, अन्यपुष्टा इति समस्तपदं भवति, अन्यपुष्टा पिकि अथवा अन्यैः पुष्टा पिकि. अस्तु, धन्यवादः भगिनि. अरुणा भगिनि, एकः प्रश्नः महोदय. अन्यैः पुष्टा, पुष्टा स्त्रीलिङ्ग, किमर्थम् अन्यैः अन्याभिः स्त्रीलिङ्गबहुवचनं न भवति महोदय? न, समस्तपदम् एव उत्तरपदस्य लिङ्गं भवति. ओके ओके. व्यस्तप्रयोगे तु अन्यैः इति अन्यशब्दस्य एव तृतीया भवति न महोदय? अन्येन, अन्याभ्या, अन्यैः, अन्यैः समस्तपदम्. इफ् यु मेक् इट् समस्तपदं देन् परवल्लिङ्गं तत् द्वन्द्वतत्पुरुषयो इति सूत्रेण विशेषणं किं पदस्य भवति तत्पदस्य लिङ्गं वचनं अनुसृत्य समस्तपदस्य लिङ्गं वचनं भवति. अवगतम्, अवगतं, धन्यवादः. परभृतः श्रावकः, परेण भृतः श्रावकः. भृतः इति भृतः पुष्टा समानमेव. ओ, पुष्टा अपि मीनिङ्ग् इस् सेम्. भृतः मीन्स् भृ धातु, भृ पोषणे. सो भृतः इस् फ्रम् दट् धातु. भृतः मीन् पोषणे अस्ति, पुष्टा अस्ति पोषणास्ति. परेण भृतः, परभृतः विग्रहवाक्यं. श्रावकः अर्थं किं महोदय? श्रावकः चिन्तयामि, चिन्तयामि श्रावकः एनिमल् and the young of young, you know, the baby of any animal. Animal, okay, okay. Atra shavakah iti akaranta pumlinga shabdah, atra brutah iti tapratyanta rupam shabdam, parena samyoga parena brutah parabrutah parabrutah visheshanam bhavati shavakah विशेष भवति. तस्य बहुवचनरूपम् अस्ति सप्तमी, सप्तम उदाहरणम् एकवचने अस्ति परभृतः, परेण भृतः. तस्य बहुवचने दत्तमस्ति परैभृतः, समानमेव. द फिफ्त् वन् अण्ड् द सेवेन्त् वन् आर् द सेम् आल्मोस्ट्, ऐ मीन् द सेम् ओन्लि. वन् इस् इन् सिङ्गुलर् एकवचनं, वन् इस् इन् बहुवचनं, दट्स् आल्. ओके, षष्ठबिन्दुः प्रज्ञया हीनः प्रज्ञाहीनः प्रज्ञया हीनः प्रज्ञया प्रज्ञा किमर्थं प्रज्ञा मीन्स् विस्डम् विस्डम् आर् नालेज् हीना मीन्स् हीना मीन्स् प्रज्ञा प्रज्ञा हियर् द हियर् द मीनिङ्ग् आफ् प्रज्ञा इस् विस्डम् आर् नालेज् हीनः इत्युक्ते हू इस् लेस् आर् यु नो रेड्यूस् हेविङ्ग् लेस् नालेज् हीनः साप्रत्यय अपि महोदय हीनः हीनः अपि ताप्रत्ययम् अस्ति इति एकम् हीनः आम् ताप्रत्ययमेव हा धातु ओ अहक् लि त्यागे इति ताप्रत्ययान्तेन यदि ओदि तश्च 8 to 45 इति सूत्रेण नत्वं भवति देर् इस् ए नुमागम बिकास् आफ् अ स्पेशल् सूत्र विच् इस् कल् ओदि तश्च 8 to 45 परैः वृतः वयं चर्चितवन्तः पदेन वृत एव बहुवचनरूपमस्ति परभृतः शावकः परैः वृतः शावकः अत्र एकं वदामि हा ओह त्यागे इति धातुः अस्ति ता प्रत्यययोजनेन प्रथमं धूमास्ता पा जहातीति सूत्रेण इत्तु आदेशः भवति दो हा बिकम्स् ही फस्ट् देन् ओदीति तश्च इति सूत्रेण ता बिकम्स् रीप्लेस् बै नकार नत्वं भवति इति कृत्वा ही नः हीना इति पदं सिद्धं भवति तान्तं विवक्षानुगुणं पुल्लिङ्गं नपुंसकस्त्रीलिङ्गं या नपुंसकलिङ्गम् इति कृत्वा हीनः अत्र पुल्लिङ्गम् अस्ति धन्यवादः भगिनि नेक्स्ट् रोहिणी भगिनी अस्ति वा रोहिणी भगिनी 9, 10, 11, 9, 10, 11, 12, 13 पुष्टः बलिपुष्टः अथवा बलिभिः पुष्टः बलि मीन्स् स्ट्रेङ्थ् बलिभिः पुष्टः बलिपुष्टः देवेन त्रादः देवत्रादः देवेन तृतीय एकवचनं त्रातः तत्प्रत्ययान्तशब्दं देवत्रातः सिमिलर्लि देवेन घातः बिच् घातः अत्र धातुः किं न जानामि देवयोगट्टा देवेन तत्र देवता घातः चोरैः हृतः चोरहृतः अथवा चोरैः हृतः चोरशब्दस्य तृतीयबहुवचनं चोरैः हृशब्दस्य तप्रत्ययान्तशब्दं हृतः चोरैः हृदः अथवा चौरहृदः चौरहृदः क्षम्यतां चौरैः हृदः अथवा चौरहृदः गौतमेन विरचितं तृतीय एकवचनं गौतमेन विरचितं तप्रत्ययस्य नपुंसकलिङ्गरूपं गौतमेन विरचितं गौतमविरचितम् अथवा अस्ति अत्र खादः इति खन् इति धातुतः कर्मणि ता प्रत्ययं भवति खन्यते इति खादः खादम् खातं खन्दातु खन्दातु भावे द मीनिङ्ग् इस् टु यु नो अबाण्डन् आर् डिच् दट् इस् द मीनिङ्ग् to abandon or ditch or not abandon ditch or you know whole vection that meaning not abandon hold va mahodaya khanna ityukte like to mine to mine mine yes khanati khanati na kanyate kanyate iti atmanepade roopam asti kanyate artha tu na avagatam devena khata ityukte no devena khada iti if you are taking the meaning here it is by devena itipte you should not take it as a person like devata the adi devata roopam asti chet by nature you have to take you take mind by the higher no it is a digging up or excavated or taken out of the digging a hole an excavation a ditch a force moat well cavern an artificial pond these are the different meanings it asu aduna avagatam dhanyawad pasya parimshadena धैन्दुर्भिः पुष्करिणी त्रिभिः कल्पत्रुमा इन् वाजस्पियर् देर् आर् लाट् आफ़् एक्साम्पल्स् गिवन् ओके अस्तु नौ ऐ थिङ्क् दिस् Karanarthe Tritiya has got one special application word. See, similar to Kartra Tritiya, only thing is that here it is Karanarthe Tritiya, Karana Tritiyantam Padam, Karana Shabd, Karana Vachina Shabdam Asti, Yatra Karanam Bhavati, Tatra Nakei Nidbandha. Atra एका परिभाषा वर्तते इति दत्तम् अस्ति विद्याभगिनी पठति वा विद्याभगिनी अस्मि जि अत्र एका परिभाषा वर्तते इति एका अत्र एका परिभाषा वर्तते श्रूयते खलु अत्र एका परिभाषा वर्तते कृद् ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं नकैः विभिन्नः परिभाषया परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते गति इति काचित् संज्ञा वर्तते व्याकरणे गतिः इत्युक्ते उपसर्ग इत्यर्थः गतिः गतिश्च इत्यनेन प्रादयः क्रियायोगे गतिसंज्ञाः स्युः प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति प्र पर अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अदि अपि अति सु उत् अभि प्रति परि उप इति द्वाविंशति उपसर्गाः प्रादयः सन्ति उपसर्गः वा प्रादयः वा एते एव प्रादयः इति उच्यन्ते प्रादयः क्रियायोगे गतिसंज्ञाः उपसर्गाः च स्युः कारकपूर्वस्य कृदन्तस्य उदाहरणम् अस्ति अवतप्ते नकुलस्थितम् इति, तस्य विषये अग्रे क्षेपे इति सप्तमी तत्पुरुषसमासस्य प्रसङ्गे द्रक्ष्यामः. स्थितमिति भावे त प्रत्ययं नकुलेन स्थितमिति. अत्र परिभाषा वर्तते कृद् ग्रहणे गति गतिकारकपूर्वस्यापि ग्रहणम् इति. तत्र कृद् कृदन्तम् इति ग्रहणे गतिकारक अत्र गति इत्युक्ते तत्र उपसर्गं न तु प्रादयः इति तत्र उक्तं. गतिः इत्युक्ते तत्र प्रादयः तत्र गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्धेन सह समासः क्रियते अत्र. एतत् गति इति गतिः इत्युक्ते कश्चित् काचन संज्ञा भवति इति. तत्र द्वाविंशतिः प्रादयः अत्र अस्ति. अनन्तरं कारकपूर्वकस्य कृदन्त उदाहरणमस्ति चेत् तत्र नकुलस्थितमिति, अवतप्ते नकुलं स्थितमिति. अवतप्ते इत्युक्ते तत्र तप्तं वा तप्तं अवतप्ते इति नकुलस्थितम् इति अवतप्ते उपादः अस्ति वा नकुलस्य उपादः अवतप्ते. तस्य विषये अग्रे क्षेपे सप्तमी तत्पुरुषसमासस्य प्रसङ्गे द्रक्ष्यामः. तत्र स्थितमिति भावार्थे तत्र ताप्रतिं प्रयोजनमस्ति अत्र नकुलेन स्थितमिति भावप्रयोगे. किञ्चित् वक्तव्यं चेत् भवता न अत्र किमपि नूतनं नास्ति. प्रापरा इति द्वाविंशति उपसर्गाणां पूर्व अस्ति चेत् इति गतिपूर्वकम् इति संज्ञा भवति. गतिपूर्वं मीन्स् गतिपूर्वम् इति एक संज्ञा अस्ति. तत् संज्ञा एतानाम् उपसर्गाणां गतिपूर्वसंज्ञा भवति कृत् प्रत्यय पूर्वम् अस्ति चेत्. यथा उदाहरणे अस्ति निर्भिन्नः, निर् इति उपसर्गः या प्रादयः, भिन्नः इति कृतन्तस्य पूर्वम् अस्ति इति कृत्वा गतिपूर्वं निर् इति उपसर्गं गतिपूर्वसंज्ञा प्राप्नोति. तत् अपि कृद्ग्रहणे इति सहितं कृद्ग्रहणे तस्यापि ग्रहणम् इति समस्त निर्भिन्नः इति कृद्ग्रहणं करणीयम् इति परिभाषा वदति. अत्र अन्यत् अस्ति कारकपूर्वमपि एका संज्ञा अस्ति. तत् सप्तमी अवसप्ते कारकसंज्ञा भवति, कारकपूर्वसंज्ञा भवति सप्तमी विषये. अधिकरणार्थे सप्तमी अधिकरण इति कारकसूत्रमस्ति. तत्र वर् इट् इस् प्लेस्ड् विल् बि डिनोटेड् बै द सप्तमी विभक्ति. सो अग्रे क्षेपे इन् दट् वर्ड् यु विल् फैण्ड् अग्रे इस् अ वर्ड् यूस्ड् इन् द पूर्वम् एस् ए सप्तमी वर्ड् टु द क्षेपः इति उत्तरपदं क्षेप बिकास् आफ् अग्रे क्षेप बोथ् आर् इन् सप्तमी. दट् इस् विशेषण विशेष्यं. सो दर् अग्रे इस् ए कारकपूर्वपदस्य वर् एस् इन् द गतिपूर्वक आल् दिस् prapara. So in this particular sutra we need only worry about the gati purvaka, whereas karaka purva will come in the saptami satpurusha samasa. So we'll study that in that sutra saptami shaundai. Karaka mitukte vibhakti rupena eva tatra sarvam bhavati karam. Saptami ka saptami adhigaranarthe saptami iti karakam asti na karaka sutram. तत्र वि विल् स्टडि देट् कारकपूर्वसंज्ञा इन् द सप्तमी तत्पुरुषसमास. बट् हियर् अवर् अटेन्शन् शुड् बि आन् दि तत्कृतन्तं यस्य पूर्वं गतिपूर्वसंज्ञा प्रादयः अस्ति चेत्. सो प्रापर अप आल् आफ् दिस् if any one of them comes in front of a kripada yada like example is nage nirbinnah iti right tatavi padatu bagni udaharanam api padatu nakehi nirbinnah etatva tam नखैः निर्भिन्नः नख निर्भिन्नः इति तृतीयतत्पुरुषसमासः भवति कर्तृकरणे कृता बहुलम् इति सूत्रेण नख योगः दिस् योगः निर् योगः भिन्न सु इति अलौकिकविग्रहवाक्यमस्ति भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञकयोजिते अपि नखै नकैर्निर्भिन्नः इति समासः भवति अत्रापि तृतीयतत्पुरुषसमासः भवति कृद् ग्रहणे ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषायाः साहाय्येन तत्र नकैः निर्भिन्नः इति तत्र तृतीयबहुवचनरूपेण अस्ति परन्तु तत्र तृतीयतत्पुरुषसमासः अस्ति कर्तृकरणे कृता बहुलम् इति सूत्रेण नख निर्भिन्नः इति तत्र ताप्रत्ययप्रयोजनेन तृतीयतत्पुरुषसमासः भवति तत्र सुबन्तरूपेण अलौकिकविग्रहवाक्यं किमस्ति चेत् तत्र नख योगः बिस् योगः नख निर्योगः भिन्नः तत्र नख नखैः बिस् भिः नखभिः नखैर्ः अनन्तरं निर्भिन्नः निर्भिन्नः एव तत्र एतत् मिलित्वा नख निर्भिन्नः इति तृतीयसमासः तत्पुरुषसमासः भवति पूर्वस्यापि ग्रहणं भवति तत्र पश्यतु भगिनि दिस् सूत्र विल् बि स्टडिङ्ग् टुडे इन् द इविनिङ्ग् टुडे इन् द क्लास् वेन् भवन् टेक् दिस् इस् एन् एक्साम्पल् आफ़् अलुक् समास where the vibhakti doesn't get lopa. That is why nahaihi nir tatra nihi nis tatra nir bhinnaha iti nagaihi will remain as it is because it's an aluk samasa. That explanation is given in the below. So it is not naga nir bhinnaha. It is nagaihi nir bhinnaha iti samasa bhavati. This is an example of aluk samasa also. But our attention is on the nir bhinnaha iti padasya. केवलं भिन्न इति कान्दं नास्ति पूर्वस्थित गतिपूर्वसंज्ञा अस्ति निर् इति प्रादेयस्य तत् कृतेन तत् कर्तृकरणे कृता बहुलम् इति कारणेन इति कटकरणशब्दं नखैः सुबन्धं निर्भिन्नः इति सम्पूर्णपदस्य योजनेन नखैर्निर्भिन्नः इति समासः भवति इति दत्तमस्ति But this is an example of aluk samasa where the, you know, vibhakti pratyaya, na pradivadigandhanum, that, where the, the vibhakti pratyaya does not get lopa. That is why aluk, aluk samasa is yasi udharanamasti. So this will be, from here we will be studying in the class today. Okay? we will revise this in the next Chandana Varga after Bhagini teaches this astu atra tagyam aluk samasah itupye purva padasya vipaktehi hi lopah na bhavati iti atra dattam kalu aam aam aluk samasah itupye tatra purva padasya vipaktihi lopah na bhavati lopah na bhavati nakehi nakehi nirbhinnah naka nirbhinnah तत्र लोपः भवति खलु नख निर्भिन्नः इति अलुक्समासे किम् उक्तं चेत् पूर्वपदस्य विभक्तेः लोपः न भवति परन्तु तत्र तृतीयतत्पुरुषसमासे एतत् नख निर्भिन्नः इति तत्र विभक्तिः लोपः एव भवति खलु अत्र किन्तु अत्र पश्यते चेत् किम् अस्ति अत्र नकैः निर्भिन्नः एव अस्तु ये साधुवा इति संशयमस्ति if it is this Look, then it is an aluksam if it is this then it is an aluksamasa because there is a definite there is coming to the aluksamasa in here explanation is coming in the further down so I don't know whether this is used there also we will see it in the class if the vibhakti gets dropped then it is a sadharana I mean common samasa but if nakair iti if it is standing as it is in the bahuvachanam nakaihi then it is a aluk samasa so we will see that in the class we'll ask the bhagini that later explain dhanyavada dhanyavada sarvedi dhanyavada bodhe any press any धन्यवादः धन्यवादः